भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः पञ्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः सदा वैकुण्ठनिलयाः हरिकीर्तनतत्पराः लीलामृतरसोन्मत्ताः कथामात्रैकजीविनः। द्वयोः श्लोकयोः योगपद्येन अर्थः वक्तव्यः भवति। यूयं सर्वे योगिनः बुद्धिमन्तः बहुश्रुताः, बहुश्रुतं यैः ते तथाविधाः पञ्चहायनसंयुक्ताः सर्वदा पञ्चवर्ष वयसि स्थिताः पूर्वेषामपि पूर्वजाः, सर्वेषामपि पूर्वजाः भवन्तः सर्वे सदा वैकुण्ठनिलयाः, सदा भवतां वैकुण्ठे एव धाम भवति। हरिकीर्तनतत्पराः, सदा हरिकीर्तने तत्पराः लीलामृतरसोन्मत्ताः, लीलामृतरसेन उन्मत्ताः भवन्तः कथामात्रैकजीविनः, हरिकथामात्रैकजीविनः तथाविधाः भवन्तः कमपि उपायं वक्तुमर्हन्ति इति शेषः।